नमस्कारः सर्वेभ्यः. अद्यतनः विषयः अस्ति न्यायमानस्य सतः कारणता इति विषयः. तस्मात् पूर्वं विद्यमानस्य सतः कारणता कीदृशी इति दृष्ट्वा अग्रे गच्छामश्चेत् सम्बन्धः स्पष्टः भवति. तर्हि राजेन्द्रमहोदय पठितुमिच्छति वा विद्यमानस्य सतः कारणता? आम् विद्यमानस्य स्वतः कारणता एतावता स्वरूपयोग्यत्वं फलोपहितत्वम् इति भेदः निरूपितः. सम्प्रति विद्यमानस्य स्वतः कारणता न्यायमानस्य स्वतः कारणता इति कारणतायाः विभागः निरूप्यते. कार्यस्य कार्य कार्यस्य कारणाधीनत्वं निरूपितम् एव. तत्र प्रमाणनिरूपणप्रसङ्गे आधार आदयभावनिरूपणम् अपि पुनः कृतं. तत्र भूतलादौ घटादीनां आधार आदयभावः न सः सम्बन्धः अस्मदीयज्ञानसापेक्षा ज्ञानमानौ अपि घटः भूतले भवति एव, परन्तु विषयिता ज्ञाने सत्येव भवति इति विषयः उक्तः. रमप्रिया भगिनी वा? आम् आं महोदय, क्षम्यताम्. वयं तत्र एकपञ्चपञ्च इति तमे पुटे क्षम्यतां राजेन्द्रमहोदय, कृपया अग्रे. नास्ति महोदय, चिन्ता नास्ति. एतावता पूर्वस्मिन् सप्ताहद्वय पूर्वं वयं स्वरूपयोग्यत्वम् अपि च फलोहितत्वम् इति भेदः निरूपिताः. किं स्वरूपयोग्यत्वं किम् अस्ति, फलोपहितत्वम् इति कः भेदः अस्ति, यथा यत्र सामग्र्यः तत्र कार्यस्थले आगच्छन्ति सर्वे सामग्र्यः, यथा तत्र अग्रिमक्षणे कार्य उत्पत्तिः भवति एव. यथा अस्मिन् कोष्टके तत्र सामग्रीक्षणे यथा कपालः, कपालद्वयसंयोगः, चक्रं, दण्डः, कुलालः आषाढक्षणे भवन्ति, तद् अग्रिमक्षणे श्रावणक्षणे घटोत्पत्तिः भवति. अपि च स्वरूपयोग्यत्वं यत्र कोऽपि दण्डः अस्ति पूर्वं तं न योजितवान्, परन्तु तस्य योग्यत्वम् अस्ति, दण्डः अस्ति, तादृशी दण्डः अस्ति, यथा घटोत्पत्ति तत् कार्यं भवितुम् अर्हति, तत् स्वरूपयोग्यत्वं वदामः. इदानीं विद्यमानस्य स्वतः कारणता न्यायमानस्य स्वतः कारणता इति कारणतायाः विभागः निरूप्यते. इदानीं तु भिन्नरीत्या कारणता चिन्तयामः. विद्यमानस्य स्वतः कारणता अपि च न्यायमानस्य स्वतः कारणता इति कारणतायाः विभागः एक भिन्नविध कारणता अस्ति, तस्य निरूपणम् अत्र क्रियते. कार्यस्य कारणाधीनत्वं निरूपितम् एव. कारणाधीनत्वं कार्यपूर्वं कार्यस्य उत्पत्तिपूर्वं सर्वदा भवेत्, तत् पूर्वम् अस्माभिः पठितं. तत्र आधार आदयभावः अपि निरूपणं जातं. यथा उदाहरणत्वेन भूतले घटवत् घटादीनां तस्मिन् स्थित्या आधार आदयभावः अस्ति एव. घटः भूतलः आधारः, घटः आधेयः, तत्र सः आधार आदयभावः तु भवति एव. सः वयं जानीमः अथवा न जानीमः, तस्य कोऽपि सम्बन्धः न अस्ति तत् आधार आदयभावस्य कृते. अस्मद् ज्ञानं अस्माभिः तत् ज्ञानम् अस्ति वा न अस्ति वा, भूतले घटवत् अस्ति, तत्र गोपीघटः अस्ति भूतले, तत् अस्माभिः ज्ञातव्यं या न ज्ञातव्यं तत् कोऽपि सम्बन्धः नास्ति, तत्र तु अस्ति एव, ज्ञायमानो अपि घटः भूतले भवति एव, कोऽपि जानाति अथवा न जानाति, तत्र तु भूतले घटवत् अस्ति एव यदि कुत्रापि भवति तथा, परन्तु विषयिता ज्ञाने सति एव भवति इति विषयः उक्तः, परन्तु यदा विषयिता ज्ञानं भवति तदा अस्माभिः तत् विषयः जानीमः, तत् विषयः किम् अस्ति तस्य ज्ञानम् आवश्यकम्, अन्यथा न ज्ञातुं शक्नुमः यत्र ज्ञानस्य अपेक्षा अस्ति, परन्तु भूतले घटवत् एतस्मिन् उदाहरणे कोऽपि जानाति अथवा न जानाति तादृशी अपेक्षा न अस्ति, सः आधारादिभावः तत्र भवति एव। सम्यक् अस्ति, तत्र महोदय तत्र भूतले घटवत् इति न, भूतलं घटवत्, भूतले घटः अस्ति चेत् भूतलं घटवत् इति, भूतलं घटवत्, अस्तु महोदय धन्यवादः। तत्र न स सम्बन्धः अस्मदीय ज्ञानसापेक्षा इत्युक्ते किम्? इत्युक्ते कः सम्बन्धः? यः सम्बन्धः आधारादिभावः यः सम्बन्धः अस्ति भूतलं घटवत् तस्मिन् प्रसङ्गे यः सम्बन्धः आधारादिभावः सम्बन्धः अस्ति सः अस्मत् ज्ञानसापेक्षा नास्ति, अस्माभिः ज्ञायते अथवा न ज्ञायते तत्र कोऽपि तस्य सम्बन्धः नास्ति, तत्र आधारादिभावः तत्र सः सम्बन्धः तत्र भवति एव। सम्यक् अस्ति, अस्तु अग्रे कस्यापि प्रश्नः अस्ति वा अस्मिन् परिच्छेदे? महोदय एकनिमिषं प्रभवजातः, तत्र प्रथमवाक्ये एतावता स्वरूपयोग्यत्वम् अलो उपहितत्वम् इति भेदः निरूपितः, तत्र भेदः तत्र किमर्थम् उक्तं तस्मिन् वाक्ये इत्युक्ते, अपि च अन्यः प्रश्नः अपि आगच्छति, स्वरूपयोग्यत्वं फलोपहितत्वम् इति भेदः, एकस्मिन् पक्षे स्वरूपयोग्यत्वम् अन्यस्मिन् पक्षे फलोपहितत्वम् इति कारणतायाः विभागः भेदः। ओ अस्तु, द्वयोपि कारणपक्षे एव आगच्छति, फलोपहितत्वम् इति कार्यं नास्ति, फलम् इति कार्यं फलोपदायकं कारणता। फलमिति कार्यं सत्यं, फल उपहितत्वं कारणतापक्षे आगच्छति वा कार्यतापक्षे आगच्छति वा, फलोपहितत्वं तस्य यत्र कोष्टकम् अस्ति तस्मात् तस्य उपरि एकं वाक्यम् अस्ति, तत्क्षणे सर्वाणि कारणानि फलोपहितानि, फलोपहितत्वं कारणे अस्ति, कारणतायां वा कारणेषु अस्ति, अपि च पूर्वस्मिन् पुटे 154 इति पुटे स्थूलाक्षरैः लिखितं सा कारणता एव स्वरूपयोग्यत्वरूपा इति एकविधः कारणता, फलोपहितत्वरूपा इति अन्यविध कारणता। अस्तु महोदय, अस्तु अग्रे सरला भगिनी अग्रिम परिच्छेदं पठति वा एवञ्च? आम् महोदय, एवञ्च कस्यापि ज्ञानमन् अपेक्षया एव यथा भूतले घट तिष्ठति तयोः आधार आधेयभावश्च भवति, तद्वत् एव जगति अस्मदीयज्ञानसत्त्वे अपि अनेकानि कार्याणि उत्पद्यन्ते, अरण्यस्तदण्डबीजात् दण्डोत्पत्तिः, न हि अस्मदीयं ज्ञानम् अपेक्षते, न हि आतपसंयोगादिना नदीजलस्य मेघभाव, वृष्टिकाले च तैः मेघैः आकाश आच्छादनं ततः वृष्टिः, अत इयं परम्परा अस्मत् आदिज्ञानम् अपेक्षते. ईश्वरीयज्ञानादीनां साधारणकारणतां न वारयितुं प्रभवामः. तथापि तु ईश्वरज्ञानभिन्नं ज्ञानं पूर्वोक्तकार्योत्पदाय न एव आवश्यकम्. एवं च तत्त्वं कारणं विद्यमानं सत् कारणं, तस्य कारणता विद्यमानस्य सतः कारणता इति उच्यते. भगिनी केन आगतं? चन्द्रा भगिनी वा? आं महोदय, कार्याने अस्मि, तर्हि म्यूट् मध्ये भवामि किञ्चित्. अस्तु, चिन्ता नास्ति. वयम् इदानीं विद्यमानस्य सदा कारणता इति विषये स्मः. अस्तु, सरला भगिनी, सरला भगिनी, कृपया. यथा पूर्वम् उदाहरणम् अस्ति, भूतलं घटवत् घटभूतले अस्ति, तत्र विद्यमानत्वं घटभूतले अस्ति, तस्य आधाराधाय भावः अस्ति. एतत् ज्ञानं यदि केनापि अस्ति या केनापि अस्ति, तस्य ज्ञानस्य आवश्यकता नास्ति. विद्यमानत्वं भूतलं घटवत् तत्र भवति एव, तस्य ज्ञानं नास्ति, तस्य कापि कोऽपि कार्यं न भवति यद् ज्ञानं न भवति तस्य. तथैव जगति अनेकानि कार्याणि सन्ति यत् ते स्वतः विद्यमानत्वं तत्र अस्ति, किन्तु ज्ञानस्य कार्यं ज्ञान अपेक्षा नास्ति. यथा वयं उक्तवन्तः गतसप्ताहे, यदा स्टेचू आफ् लिबर्टि न्यूयार्क् अस्ति, किन्तु यदि ज्ञानं नास्ति, तस्य विद्यमानत्वम् अस्ति. एतत् जगति बहवः बहूनि कार्याणि सन्ति, तेषां ज्ञानं नास्ति, किन्तु विद्यमानत्वम् अस्ति. अन्य उदाहरणानि प्रकृति वयं पश्यामः. अरण्यस्य दण्डबीजात् दण्डोत्पत्ति. यदि अरण्ये बीजात् दण्डम् उत्पत्तिः भवति, तस्य दण्ड बीजात् दण्डं तस्य अवश्यं भवति. बीजात् दण्डस्य उत्पत्ति तस्य विद्यमानत्वम् अस्ति. ये ज्ञान न तस्य ज्ञानं यदि नास्ति, अतः कोऽपि कोऽपि तस्य ज्ञानं न अपेक्षा अस्ति. ततहि आतप सूर्यस्य संयोगेन नदीजलस्य तापः तपसा नदीजलस्य संयोग यदि भवति, मेघरचितं तस्य मेघात् वृष्टिः भवति. एतत् अपि साधारणं विद्यमान वर्तमानम् अस्ति. सर्वे कारणानि ते तस्य ज्ञानं न अपि अस्ति. तथैव तदापि सूर्यतापजल मेघस्य रचनं आकाशे मेघाच्छादनं, तदनन्तरं वृष्ट्याः भवनम् इति सन्ति. तस्य ईश्वरज्ञान आदीनां साधारणकारणे तस्य अस्ति ईश्वर अधीनकारणतं, किन्तु मनुष्य अस्माकं मनसि एतत् ज्ञानं नास्ति, अतः तस्य कापि अपेक्षा अपि नास्ति. तथापि तु ईश्वरज्ञानभिन्नं ज्ञानं पूर्वोक्तकार्योत्पदाय नैव आवश्यकं. यथा वयं पूर्वं दृष्टवन्तः स्वरूपयोग्यता अपि फलोपहितरूपा ते कारणानि, तस्य ज्ञानम् आवश्यकम् अस्ति. कोऽपि कार्यं करणं पूर्वं तत् ज्ञानम् अस्ति, का सामग्री काः सामग्री इष्टं, केन सामग्र्या कैः काभिः सामग्र्याः सामग्रीभिः एतत् कार्यं भवितुं शक्नोति, तत् भिन्नकार्यम् अस्ति. ईश्वरज्ञान तस्मात् भिन्न अस्ति, तत् केवलं विद्यमानत्वम् अस्ति, तद् भवति विद्यमानसत् कारणं, यत् विद्यते तस्य कारणत्वम् अस्ति इति अस्ति विद्यमानं सत् कारणम्. अत्र भगिनी तथापि तु ईश्वरज्ञानभिन्नं ज्ञानं न आवश्यकं, पूर्वोक्तकार्यमित्युक्ते आधारादेयभावः, मेघभावः, वृष्टिः, तेषां कार्याणाम् ईश्वरज्ञानं भिन्नं ज्ञानं न आवश्यकं, केवलम् ईश्वरज्ञानं पर्याप्तं. पर्याप्तम् अस्तु. हा, तत्र अस्माकं ज्ञानं नापेक्षितं. महोदय, तत्र तत्रत्यं कारणम् इत्युक्ते किम्? एवं च तत्र यत् कारणं विद्यमानं तत् कारणं. पुनः वदतु. तत्र कारणं विद्यमानं तेषु स्थलेषु, एवं च तत्रत्यं तत्र कारणं विद्यमानं तत् कारणं तेषु उदाहरणेषु. अत्र कार्यं किं, कारणं किम् इति एकवारं वदति वा? कार्यं किं? कार्यं यथा वृष्टिः पतति तत् भवति कार्यं, तस्य कारणं भवति सूर्यतपसा, जलसंयोग, मेघाभावः, तदनन्तरं वृष्टि मूलकारणं, किन्तु साक्षात् कारणं मेघः एव. अस्तु. किन्तु मेघस्य कारणं यथा भवती उक्तवती सूर्यतापः इति सर्वं, किन्तु बीजकारणं दण्डोत्पत्तेः बीजकारणं तदेव अस्ति. अस्तु, प्रश्नमस्ति वा? कस्यापि प्रश्नः अस्ति वा? महोदय, एकः प्रश्नः, तत्र यदा वयं स्वरूपयोग्यत्वं फलोपहितत्वं पठितवन्तः, स्वरूपयोग्यत्वं प्रथमक्षणे चैत्रक्षणे तद् विद्यमानस्य सतः कारणता इति वक्तुं शक्नुमः किल? सत्यं, किन्तु तत्र कारणं कार्यं न उत्पादितं, तर्हि तत्र कारणता केवलं स्वरूपयोग्यत्वरूपकारणता, किन्तु अत्र विद्यमानस्य सतः तत्र फलोपहितकारणता, यतोहि तत्र वृष्टिः तु भवति, कार्यं भवति, तस्य कारणता किञ्चित् वक्तुं शक्नुमः. प्रायः द्वितीयक्षणात् आरभ्य फलोपहितत्वं पर्यन्तं वयं विद्यमान क्षम्यतां ज्ञानस्य ततः कारणता इति प्रायः वक्तुं शक्नुमः. तत्र तु ज्ञानम् आवश्यकं किल फलस्य उत्पादनार्थं? तत्र यः कार्यकर्ता अस्ति सः जानाति एषः अस्मिन् दण्डे सामर्थ्यम् अस्ति, योग्यता अस्ति, तादृशज्ञानम् अपेक्षितम्. प्रथमक्षणे तु न आवश्यकं किल तद्, यत् किमपि कार्याधिकरणे अस्ति तद् भवति वा न भवति वा इति अस्माकं ज्ञानं न आवश्यकं किल प्रथमक्षणे? अवश्यकमेव. का सामग्री आवश्यकं तत् अपि बहु आवश्यकं, तस्य आवश्यकं भवति. का सामग्री, मृदम् अपेक्षा, दण्डं, चक्रम् इति सर्वे भवितुम् इच्छति. तत्र पूर्वस्मिन् पुटे अन्तिमपरिच्छेदे पश्यतु, इमां स्वरूपयोग्यत्वरूपां कारणतां विज्ञाय कारणानि कर्ता सम्पादयति. कर्ता कारणतां विज्ञाय कारणानि सम्पादयति, सः जानाति अस्मिन् योग्यत्वम् अस्ति, घटं प्रति मृद् आवश्यकं, चक्रम् आवश्यकं, इति सः जानाति, कर्ता जानाति, ज्ञात्वा कारणानि किं सङ्ग्रहणं करोति, एकस्मिन् स्थले आनयति, अनन्तरं घटोत्पत्तिः. स्पष्टम्? स्पष्टम्. अस्तु, तर्हि अग्रे लक्ष्मीभगिनी पठति वा? ज्ञानमाने ज्ञायमानस्य ततः कारणतः. तदन्याच्च कारणतः स्वज्ञाने सति एव सम्भवति. संस्कारनिरूपणावसारे अनुमत्युत्पादः शाब्दबोधात्पादश्च दक्षितः. पर्वते बहिरस्ति परन्तु न ज्ञायते, धूमस्तु दृश्यते, तयोः अस्ति कश्चितः सम्बन्धः व्याप्याख्यः. येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते तेन एकसम्बन्धि ज्ञानम् अपरसम्बन्धि स्मारकम् इति नियमेन व्याप्तिः मर्यते. अस्तु, अन्यविधविभागः कारणताय अन्यविधविभागः अस्ति ज्ञायमानस्य ततः कारणता इति. तत्र तत्र यदि कार्यं यदा सम्भवति तदा सम्भवति यदा ज्ञाने ज्ञाने अस्ति एव. संस्कारनिरूपणावसरे अनुमति उत्पादः शाब्दबोधात्पादश्च दर्शितः. संस्कारनिरूपणावसरे अनुमति उत्पादः संस्कारनिरूपणावसरे किञ्चित् मया तत्र अनुभवः तत्र अनुमितिः अनुमितिः उत्पादः अनुमितिः अनुमानं यथा पर्वतः वह्निमान् संस्कारनिरूपणावसरे अनुभवः अपि अनुभवज्ञानम् इति अन्ये किमपि तत्र तदपि अस्ति. अनुभवज्ञानम् अस्ति, तत्र एकः ज्ञानम् एकविधज्ञानम् अनुमितिः शाब्दबोधः इति अत्र महत्त्वमस्ति. अनुमितेः अपि च शाब्दबोधस्य अत्र महत्त्वमस्ति. अस्तु अस्तु. पर्वते बहिरस्ति परन्तु ज्ञायते, पर्वते बहिः अस्ति किन्तु अधुना न ज्ञायते, धूमस्तु दृश्यते, केवलं वयं धूमः पश्यामः, धूमः एव तत्र दृश्यते, अतः धूमः एव वयं ज्ञायते, किन्तु धूमतयोः अस्ति कश्चित् सम्बन्धः व्याख्याख्यः. इत्युक्ते धूमः दृष्ट्वा व्याप्ति इति सम्बन्धः मनसि आगच्छति. तयोः इत्युक्ते कयोः? ओ, पर्वते धूमः, तयोः कयोः सम्बन्धः कयोः सम्बन्धः धूमः अपि च व्याप्ति आख्यः. व्याप्ति धूमः व्याप्तिमध्ये कश्चित् सम्बन्धः अस्ति इति आख्यः इति ज्ञानं भवति. व्याप्तिः इति कयोः अस्ति, यत्र यत्र धूमः तत्र तत्र बहिः इति सम्बन्धः कयोः? धूमः वह्निः मध्ये वह्नि धूमयोः तयोः सम्बन्धः. तस्य नाम अस्ति व्याख्यात् इति नाम्ना ख्यायते, व्याप्तिः इति नाम्ना वयं जानीमः. अस्तु, सम्बन्धस्य नामकरणमस्ति व्याप्ति. वयं जानीमः, पूर्वं पठितम्. आमाम् अस्तु. येन पुरुषेण तादृशसम्बन्धः धूमे ज्ञायते तेन एकसम्बन्धि ज्ञानम् अपरसम्बन्धि स्मारकम् इति नियमेन व्याप्तिः स्मर्यते. यः पुरुषः धूमे तादृश धूमस्तः व्याप्तिज्ञानं गृह्णाति सः एव सः एकसम्बन्धिज्ञानम् इत्युक्ते तत्र द्वौ पक्षौ सन्ति, एकस्मिन् पक्षे एकसम्बन्धिनः एकसम्बन्धिनी, अन्यस्मिन् पक्षे अन्यसम्बन्धिनी. एकसम्बन्धिन्यानेन सः तत् ज्ञानम् अपरसम्बन्धिन्याः ज्ञानं मारयति. इत्युक्ते अत्र धूमः अत्र व्याप्तेः स्मारकं करोति इति. धूमः इति प्रत्यक्षज्ञानम्, अनन्तरं प्रत्यक्षज्ञानेन प्रत्यक्षज्ञानमेव अत्र व्याप्तिस्मारयति इति. सम्यक्. अत्र तर्हि एकसम्बन्धि इत्युक्ते कः? एकसम्बन्धि इत्युक्ते अत्र धूमः एकसम्बन्धिः. हा, धूमः एव अपरसन्धिस्मारकम्. अपरसम्बन्धि कः? अपरसम्बन्धि वह्निः. न न, भवती एव पूर्वम् उक्तवती व्याप्तिः. अपरसम्बन्धि अत्र व्याप्तिः. धूमः एव व्याप्तिस्मारकम्. एक पुरुषः वा महिला वा सा धूमं पश्यति, धूमं दृष्ट्वा ओहो अत्र स्मारकं स्मरणं भवति, व्याप्तिस्मरणं भवति. अत्र व्याप्तिः अस्ति इति स्मरणं भवति. नियमेन व्याप्तिः स्मर्यते, व्याप्तेः स्मरणं भवति इति भवती उक्तवती एव. तत् द्वौ सम्बन्धिनौ एकसम्बन्धि धूमः, अपरसम्बन्धि व्याप्तिज्ञानं, व्याप्तिसम्बन्धस्य. स्पष्टमस्ति वा? प्रश्नः अस्ति वा अस्मिन् विषये? अस्तु. अन्य लक्ष्मी भगिनी, क्षम्यता, रमाप्रिया भगिनी, क्षम्यता. स्पष्टं महोदय, स्पष्टमस्ति. अस्तु, तर्हि भवती अग्रे पठति वा? तथा हि कश्चित् पुरुषः हस्तिनं हस्तिपकं च उद्याने पश्यति. ततः अन्यदा उद्याने गतः सन् हस्तिपकमेव पश्यति. द्वौ सम्बन्धिनौ हस्ति हस्तिपकौ, तयोः एकं हस्तिपकं सः अद्राक्षीत्. तेन एकसम्बन्धिनः दर्शनेन अप्रसम्बन्धिनः हस्तिनः स्मरणं तस्य उत्पद्यते. एवमेव अनुमानस्थले अपि धूमः एकः सम्बन्धी, अपरस्तु वह्निसम्बन्धः व्याप्तिरूपः. तत्र दृष्टान्ते गजस्य स्मरणवत् इह धूमदर्शनेन वह्निव्याप्तिरूपसम्बन्धस्य स्मरणं भवति. ततः परं परमार्शाख्यं ज्ञानम् उत्पद्यते, यस्य तत् अनुमानप्रकरणे निरूपयिष्यामः. परमार्शोत्तरं च वर्णेः परामर्शोत्तरं च वर्णेः अनुमतिः उत्पद्यते. अस्तु, इदानीं द्वितीय उदाहरणमस्ति. यदा कश्चन पुरुषः हस्तिनं हस्तिपकम् एकम् उद्याने सः पश्यति, अन्यद् उद्यानं यदा सः गच्छति तत्र हस्तिपकमेव सः पश्यति. इदानीं द्वौ सम्बन्धिनौ अत्र किम् अस्ति इत्युक्ते हस्तिनं हस्तिपकं च द्वौ सम्बन्धिनौ. तत्र तयोः एकं हस्तिपकं सः अद्राक्षीत्. सः इदानीं द्वौ सम्बन्धिनौ हस्ति हस्तिपकं, तयोः मध्ये सः हस्तिपकमेव इदानीं सः पश्यति अन्यद् उद्याने. एकसम्बन्धिनः दर्शनेन इत्युक्ते हस्तिपकस्य दर्शनेन सः अपरसम्बन्धिनः इत्युक्ते हस्तिनं, तस्य हस्तिनः स्मारकं भवति, तस्य स्मरणं तस्य मनसि उत्पद्यते. तदेव वयम् अनुमानस्थले अपि दृष्टवन्तः. धूमः इति एकः सम्बन्धी, अपरः तु वह्निसम्बन्ध व्याप्तिज्ञानम् इति वयं दृष्टवन्तः. यदा अत्र गजस्य स्मरणवत् तादृशमेव, गजस्य स्मरणम् इव धूमदर्शनेन वह्निव्याप्ति स्मरणं भवति. आम् तादृशमेव इति दृष्टं दत्तमस्ति. अस्तु, ततः परं परमाशाक्यं ज्ञानम् उत्पद्यते यस्य तत् अनुमानप्रकरणे निरूपयिष्यामः. अनुमानप्रकरणे परमाशज्ञानं कथम् उत्पद्यते इति वयं तस्य निरूपणम् अग्रे आगच्छति इति दत्तमस्ति. परमाशोत्तरं च वह्नेः अनुमतिः उत्पद्यते. अस्तु, यदा परमाशज्ञानम् उत्पद्यते तदा एव परामर्शज्ञानं यदा उत्पद्यते तदा एव वह्निः अनुमानम् अनुमानज्ञानं मनसि उत्पद्यते. तत्र भवती स्मरति वा अनुमानविषये चत्वारः चत्वारि सोपानानि बिन्दवः? आम् पूर्णतया न. अन्य कोऽपि स्मरति वा? महोदय वदामि वा? वदामि. प्रथमे धर्म पक्षता, अनन्तरम् अस्ति व्याप्तिः, तृतीयमस्ति परामर्शः परामर्श, चतुर्थमस्ति अनुमति. तत्र उदाहरणे किं भवति वह्निधूमयोः उदाहरणे? तत्र यथा कोऽपि पर्वते धूमः पश्यति तत् अस्मिन् धर्म पक्षतः तत् तस्मिन् पक्षे सः धूमः जनः धूमः पश्यति तत् पूर्वं यथा सः तस्य मनसि ज्ञानम् अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसं तादृशी तस्य मनसि आगच्छति तत् सः चिन्तयति अत्र व्याप्तिः व्याप्तिज्ञानं तस्य मनसि आगच्छति. व्याप्तिज्ञानेन तत्र परामर्शः परामर्श ज्ञानम् उत्पद्यते. तत्र सः चिन्तयति अत्र अत्र वह्निः अपि भवेत् अत्र सः परामर्शः आगच्छति. तत् अनन्तरं सः चिन्तयति वह्निमान् पर्वतः तत्र तस्य अनुमतिः जायते. अस्ति अत्र प्रथमसोपाने पक्षधर्मतः इत्युक्ते अस्मिन् अस्मिन् पक्षे अस्मिन् पर्वते वह्निः अस्ति इति प्रथमसोपानं. द्वितीयसोपानं व्याप्तिज्ञानम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् अत्र तस्मिन् सोपाने स्मः. अस्मिन् परिच्छेदे अपि च पूर्वस्मिन् परिच्छेदे द्वितीयसोपाने व्याप्तिस्मरणं तत्र स्मः. तदग्रे यथा महोदयेन उक्तं परामर्शः जायते इत्युक्ते वह्निव्याप्य धूमवान् पर्वतः इति परामर्शः, परामर्शाख्यं ज्ञानम्. अनन्तरं पर्वतः वह्निमान् इति अनुमितिः जायते. तादृशसोपानम् अस्ति. सम्यक्. एतत् सर्वे अपि तत्र सर्वाणि सोपानानि चत्वारि अपि चतुर्षु सोपानेषु अपि ज्ञानमेव अस्ति किल, भिन्नभिन्नज्ञानानि. हा, व्याप्तिज्ञानं नास्ति चेत् अग्रे न चलति, अग्रे न किमपि न भवति. इत्युक्ते सोपाने प्रत्यक्षज्ञानम्, अनन्तरं व्याप्तिज्ञानम्, अनन्तरं परामर्शज्ञानं, चतुर्थसोपाने अनुमतेः ज्ञानम्. तर्हि कार्यम् इति अनुमतिज्ञानं, अनुमतिज्ञानं कार्यमिति कारणं प्रत्यक्षज्ञानम् अपि च व्याप्तिज्ञानम्. प्रत्यक्षं नास्ति चेत् किमपि अग्रे न भवति. प्रत्यक्षम् अस्ति किन्तु व्याप्तिज्ञानं नास्ति चेत् अनुमितिः न भवति. द्वे भवत्यः ते चेत् अग्रे परामर्शः अग्रे अनुमानं तथा अस्ति. स्पष्टं वा? प्रश्नः अस्ति वा? अस्तु. तत्र चित्रे क्षम्यते महोदय, अत्र अनुमति अनुमतिस्थले तु विद्यमानस्य सतः कारणतः कदापि न भवति. किमर्थम् इत्युक्ते ज्ञानं तु आवश्यकमेव तत्र परामर्शस्थलात् आरभ्य प्रथमसोपानात् आरभ्य किल. सत्यं, तादृशकारणतः अत्र ज्ञानमानस्य एव कारणतः इति व्याप्ति ज्ञानम् अपि ज्ञानमय अस्ति. ज्ञानं आवश्यकम्, अतः वयं न जानीमः चेत् तद् विद्यते इति न भवति अस्मिन् स्थले अस्मिन् कारणतायाः. बन्नी अस्ति इति ज्ञायते. तत्र चित्रं प्रदर्शयति वा रामप्रियभगिनी? आम्, तत्र वह्निधूमयोः सम्बन्धः इति दत्तम् अस्ति. यदा वह्निव्याप्तिः तादृशमेव हस्ति हस्तिज्ञानम्, अनन्तरं यदा धूमः तादृशमेव हस्तिपकः. हस्तिपकस्य यदा वयं हस्तिपकः इति पश्यामः चेत् तद् हस्तिनं स्मारयति. हस्तिपकः इति स्मारकः. सम्यक्, अस्तु तर्हि अग्रे सिद्धा भगिनी पठितुमिच्छति वा? कार्यालये अस्ति वा? आम् महोदय, पठितुं शक्नोमि. शाब्दबोधस्थलेपि एवं यथा अनुमानस्थले धूमे वह्निव्याप्तिः भवति तद्वदेव शाब्दबोधस्थले पदे अर्थशक्तिः भवति. शक्तिः ईश्वरेच्छा, इच्छा सविषयकः पदार्थः इति तत्र तत्र निरूपितम् एव. तस्यां च ईश्वरेच्छायां पदं तदर्थश्च विषयो भवति. न तावन्मात्रं, किन्तु पुत्रे उत्पन्ने यथा पितरौ एवमिच्छतः सुतोऽयं चैत्रनाम्ना जगति बोध्यः भवतु इति तद्वदेव ईश्वरेच्छा एवम् अवगाहते. अनेन पदेन अस्य अर्थस्य बोधो भवतु इति. एतादृशी इच्छा एव शक्तिः इत्युच्यते. तर्हि यथा अनुमानस्थले अस्ति तथा अपि शाब्दबोधस्थले अपि शाब्दबोधः इति यदस्ति तत्रापि ज्ञायमानं सत् यदस्ति तस्य कारणतः आवश्यकी अस्ति. तर्हि यथा अनुमानस्थले तत्र धूमः वह्निव्याप्तधूमः इति तत्र धूमे वह्निव्याप्तिः अस्ति इति यथा अस्ति तथा एव तत्र शाब्दबोधस्थले अपि शब्दः यः अस्ति वा पदं यदस्ति तस्मिन् अर्थशक्तिः अस्ति. शक्तिः अत्र अर्थशक्तिः इत्युक्ते ईश्वरेच्छा, इच्छा सविषयकपदार्थः भवति यथा तत्र ईश्वरेच्छा यत्र अस्ति तत्र पदम् अपि च तस्य पदस्य अर्थः इति विषयः विषयौ भवतः ईश्वरेच्छायाम्. अपि च तत्र कीदृशम् इत्युक्ते तत्र यथा पितरौ मातापितरौ इच्छतः पुत्रस्य जन्म भवति तस्य नाम चैत्र इति भवतु इति नामकरणं कुरुतः तथैव तत्र ईश्वरेच्छापि तादृशमेव तत्र अस्ति. इत्युक्ते ईश्वरेच्छया एतस्य पदस्य एषः अर्थः अस्ति इति तादृशं तादृशी शक्तिः अस्ति ईश्वरेच्छायाम् इत्येव अत्र विषयः अस्ति. अत्र कयोः सम्बन्धः शक्तिः इति कीदृशसम्बन्धः? शक्तिः यथा शाब्दबोधस्थले शक्तिः तथा यथा वयं पूर्वं दृष्टवन्तः तथा व्याप्तिः अनुमानस्थले. तत्र अनुमानस्थले यथा धूमं पश्यामः परन्तु ततः अग्रे किमपि ज्ञातुं तत्र धूमस्य व्याप्तिः व्याप्तिज्ञानम् आवश्यकं. तथैव शाब्दबोधस्थले यदि वयं किमपि ध्वनिं शृणुमः, कमपि ध्वनिं शृणुमः, इत्युक्ते शब्दं वा पदं शृणुमः, तत्र अग्रे तस्य अर्थशक्तिः, तस्य शक्तिः आवश्यकी. इत्युक्ते एतस्य पदस्य एषः अर्थः अस्ति इति या शक्तिः अस्ति तस्य ज्ञानम् आवश्यकं भवति अग्रे तस्य पदस्य अर्थं ज्ञातुम्. अत्र शक्तिः इत्युक्ते पदपदार्थयोः सम्बन्धः, तथापि वक्तुं शक्नुमः यः सम्बन्धः अस्ति तादृशशक्तिः वा इच्छा वा ईश्वरस्य शक्तिः अस्ति, शक्तिः अस्ति तत्र. अस्तु, प्रश्नः अस्ति वा, स्पष्टं वा? सम्यक् महोदय. अन्य कोऽपि प्रश्नः, अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे राजेन्द्रमहोदय पठति वा पदञ्च. आम् आं महोदय. पदञ्च एतादृशशक्तियुक्तं भवति, अर्थात् तादृशेच्छायां विषयो भवति. परन्तु तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यं. यथा धूमः व्याप्तियुक्तः ज्ञातव्यः, तद्वत् एव आदौ उद्याने वा हस्तिसंयुक्तः हस्तिपकः ज्ञातव्यः तद्वत्. ततश्च पदे ज्ञाते तेन अपरसम्बन्धीयः तादृशेच्छायाः उपस्थितिः भवति. तस्यां विषयीभवन् अर्थोपि ततः उपस्थितो भवति. तेन च शाब्दबोधः वक्षमानप्रकारेण भवति. पदञ्च एतादृशशक्तियुक्तं भवति. यथा कोऽपि पदं प्रयुज्यामः तत्र तस्य पदस्य एतादृशशक्तियुक्तं भवति. यथा तस्य अर्थं बोधः भवति, अर्थस्य बोधः भवति अनेन पदे यथा उपरि लिखितम् आसीत्. अर्थात् तादृश इच्छायाः विषयो भवति. तादृश इच्छायाः ईश्वर इच्छा अस्ति येन कारणेन तत् अस्य अर्थः भवति. तत् तस्य ज्ञानविषयः भवति, विषयो भवति, ज्ञानस्य विषयः भवति. परन्तु तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यं. परन्तु यत्किमपि अपि पदं यः अर्थयुक्तः अस्ति, शक्तियुक्तः अस्ति, परन्तु अस्माभिः तत् पदं ज्ञातव्यं. यदि वयं न जानीमः तद् तस्य अर्थः न बोधः भवति. यथा धूमः व्याप्तियुक्तः ज्ञातव्यः तद्वद् एव. यथा धूमः पर्वतः धूमवान् तत् व्याप्तियुक्तः अस्ति धूमः. तत् यदा वयं न जानः, अस्माभिः ज्ञानं न अस्ति, तथा तत् वयं न ज्ञातुं शक्नुमः. सा ज्ञानं ज्ञानस्य अपेक्षा अस्ति तत्र. अपि च उद्याने यः हस्तिसंयुक्तः हस्तिपकः ज्ञातव्यः. यदा अस्माभिः पूर्वं हस्ति अपि च हस्तिपकः उद्याने न दृष्टाः, तत् वयं न ज्ञातुं शक्नुमः. यदि हस्तिपकः द्रष्टव्यः तथा तत् स्मरणे न भवति, तत्र अस्माकं स्मारकं न भवति. हस्ति कृते स्मारकं न भवति सः हस्तिपकः. ततश्च पदे ज्ञाते तेन अपरसम्बन्धी तादृशेच्छायाः उपस्थितिः भवति. पदं जानीमः ज्ञाने तत् पदं ज्ञात्वा तेन अपरसम्बन्धी तादृश इच्छायाः उपस्थितिः भवति. अपरसम्बन्धी तादृशा इत्युक्ते अर्थशक्तिः, तत् ईश्वर इच्छायाः या अर्थशक्तिः तत् भवति. तत्र तत् तस्य उपस्थितिः भवति यदा वयं तत् पदं जानीमः. तस्यां विषयीभवन् अर्थोपि ततः उपस्थितो भवति. तस्य ज्ञानस्य तस्य शब्दबोधस्थले तस्य अस्माकं ज्ञानं भवति. सः विषयः भवति, तस्य विषयः भवति, तस्य तस्य अर्थः अपि ततः उपस्थितः भवति. यदा वयं तत् शब्दं पूर्वं न श्रुतवन्तः, न जानीमः तस्य अर्थः क्या, अर्थशक्तिः किम् अस्ति, तत् तथा अस्माभिः न ज्ञातव्यः तत्र तत् पदं. तेन च शाब्दबोधः वक्षमानप्रकारेण भवति. यः ईदृशी यः शाब्दबोधः भवति, सः अग्रे गत्वा तत् निरूपणं भवेत् भविष्यति. सद् अस्ति अत्र स्पष्टं वा? क्षम्यताम्. तर्हि रामप्रिया भगिनी पुनः वदति वा, प्रश्नः अस्ति वा? प्रश्नः अस्ति वा किमपि? अस्तु ते रामप्रिया भगिनी पुनः वदति वा किम् उक्तमिति अत्र? आम्, अत्रापि यदा पूर्वस्मिन् पुटे शाब्दबोधविषये उक्तमस्ति, तदेव अत्र पुनः दत्तमस्ति. यदा वयं किमपि शब्दः वयं शृणुमः चेत् तत्र ईश्वर इच्छा शक्तिः अस्माकं मनसि उत्पद्यते. अत्र शाब्दबोधः इति कार्यम् एव कार्यं, परन्तु पूर्वं किम् उक्तं भवत्या, मनसि शक्तिः उत्पद्यते इति प्रायः तथा नास्ति. शब्दार्थः इति उत्पद्यते वा? शब्दार्थः एव कदा उत्पद्यते? यदा वयं यदा पदपदार्थयोः सम्बन्धः एव शक्तिः. पुनः पठतु पदञ्च, पदम् एतादृशशक्तियुक्तम् इति पठतु पुनः. पदञ्च एतादृशशक्तियुक्तं भवति, अर्थात् तादृश इच्छायां विषयो भवति, परन्तु तादृशशक्तियुक्तं पदम् अस्माभिः ज्ञातव्यम्. अस्तु, प्रथमं यत् शक्तियुक्तं पदं वयं जानीमः चेदेव तद् पदं वयं वक्तुं शक्नुमः इति किल. पदे शक्तिः अस्ति ईश्वरेच्छा, ईश्वरेच्छा कारणात् तादृश इच्छायां विषयः भवति. कः विषयः इच्छायाम्? इच्छायां विषयः तु पूर्वस्मिन् परिच्छेदे अस्ति. ईश्वरेच्छाया विषय अस्ति पदम् अपि पदार्थ पदम् अपि च पदस्य अर्थः. तदेव ईश्वरेच्छायां विषयः भवति. किन्तु अग्रे पठतु, तादृशशक्तियुक्तं पदं ज्ञातव्यं. यथा अन्या भाषा अस्ति, वयं न जानीमः रष्यन् वा पोलिश् वा, पदं श्रुत्वापि ज्ञानं न भवति. यतोहि तत्र पदम् ईश्वर इच्छाशक्तियुक्तपदम् इति वयं न जानीमः. यथा धूमः व्याप्तियुक्तः ज्ञातव्यः तद्वदेव. यदा वयं धूमस्थले दृष्टवन्तः, तत्तु धूमः तु व्याप्तियुक्तः इति वयं दृष्टवन्तः, तादृशमेव शाब्दबोधस्थले अपि भवति इति. तस्य पदपदार्थयोः आदौ उद्याने वा हस्ति संयुक्तः हस्तिपकः ज्ञातव्यः तद्वत्. प्रथमं यदा सः पश्यति तत्र हस्ति हस्तिसंयुक्त हस्तिपकः तद् जानाति चेदेव तस्य मनसि ज्ञानम् उत्पद्यति इति किल. ततश्च पदे ज्ञाते तेन अपरसम्बन्धिन्यः तादृश इच्छायाः उपस्थितिः भवति. यदा पदं सः वयं जानीमः तेन अपरसम्बन्धी इदानीं किं भवति इत्युक्ते इच्छा इत्युक्ते शक्तिः पदपदार्थयोः शक्तिः तत्र उपस्थितः भवति. तस्यां विषयी भवन् अर्थोऽपि ततः उपस्थितो भवति. यदा वयं ईश्वर इच्छा इति यदा वदामः शक्तियुत युक्तपदं तत्र तस्य अर्थम् अर्थमपि तत्र उपस्थितो भवति. अस्तु. तेन च शाब्दबोधः वक्ष्यमाणप्रकारेण भवति. तत्तु यदा अग्रे आगच्छति तस्मिन् विषये. अनेन शाब्दबोधज्ञानं शब्दबोधः इति ज्ञानं भवति. स्पष्टं वा लक्ष्मी भगिनी? साधु अस्ति वा? अन्य कोऽपि प्रश्नः अस्ति वा? अस्तु, तर्हि लक्ष्मी भगिनी अग्रे पठति वा. अत्र हि अत्र हि पर्वते विद्यमानः धूमः बोधकः किन्तु ज्ञायमान एव आकाशे विद्यमानमेव घटपरं न बोधकं किन्तु ज्ञायमानमेव नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः कीदृशस्तर्हि ज्ञायमानः इयं या कारणता सैव ज्ञायमानस्य ततः कारणता इत्युच्यते वैज्ञानिककारणता इत्यपि शक्नुमः वक्तुम्. अस्तु, अत्र पर्वते वयम् अत्र हि न पर्वते विद्यमानः धूमः बोधकः इत्युक्ते पर्वते धूमः धूमस्य प्रत्यक्षं भवति. धूमः पर्वते अस्ति किन्तु केवलं धूमः दृष्ट्वा किमपि न ज्ञातुं शक्यते इत्युक्ते तत्र वह्निः अस्ति न ज्ञातुं शक्यते यदि पूर्वमेव धूमे वह्निव्याप्ति अस्ति इति ज्ञानं पूर्वं नासीत् केवलं धूमं दृष्ट्वा पर्वतः वह्निमान् इति अन्यति ज्ञानं न भवति इति भवति. अतः अत्र पर्वतः वह्निमान् इति कार्यं इति कार्यं ज्ञायमानः इत्युक्ते व्याप्तिज्ञानं विना तादृश अनुमतिः न भवति इति. सम्यक् आकाशे विद्यमानमेव घटपदं न बोधकं यदि घटपदम् इति घटम् इति आकाशे ध्वनिः आगच्छति तत् केवलं तत् पदं शृण्मः चेत् तस्मात् किमपि अर्थबोधकं न भवति इत्युक्ते घटस्य स्वरूपं प्रायः मनसि न आगच्छति. पूर्वं यदा पूर्वं घटपदेन युक्त घटस्य स्वरूपं पूर्वमेव यदि वयं जानीमः तदानीमेव घटपदं श्रुत्वा घटस्य ज्ञानं मनसि भवति इत्युक्ते केवलं घटपदस्य आकाशे घटपदस्य विद्यमानत्वेन घटं किम् इति घटस्य ज्ञानं न भवति. नापि हस्तिपकः उद्याने विद्यमानः हस्तिस्मारकः उद्याने यदि केवलं हस्तिपकः दृश्यते पश्यामः सः केवलं विद्यमानः न तु हस्तिस्मारकः इत्युक्ते पूर्वं यदि वयं हस्तिपकः अस्ति हस्ति द्वयोः एकत्र द्वयमपि दृष्ट्वा यदि यदि पूर्वं पूर्वं वयं द्वौ अपि न पश्यामः पूर्वं न पूर्वं न अपश्यं तर्हि हस्तिपकः एव दृष्ट्वा हस्तिस्मारकः न भवति इति इत्युक्ते इत्युक्ते तयोः सम्बन्ध तयोः सम्बन्ध सम्बन्धि हस्तिपकः हस्ति तौ सम्बन्धिनौ इति ज्ञानं न सम्बन्धिनौ इति ज्ञानम् अस्ति चेदेव हस्तिपकः हस्तिस्मारकः भवति इयं या कारणता सैव ज्ञायमानस्य ततः कारणता इति उच्यते अस्तु अस्तु एतादृश उदाहरण उदाहरणत्वेन ज्ञायमानस्य ततः कारणता विद्य इति इत्युक्ते अत्र अत्र कारणता अस्ति अपि च कारणता कारणता कार्यता तयोः मध्ये सम्बन्धः अस्ति कारणता अपि च कारणता सम्बन्धस्य कारणता कार्ययोः मध्ये सम्बन्धम् अनुमतिस्थले तद् यास्ति इति उच्यते पदं शाब्दपदस्थले तत् शक्तिः इति उच्यते व्याप्तिज्ञानं विना वा शक्ति ईश्वरेच्छशक्ति विना कार्यता न उत्पद्यते इत्युक्ते ज्ञानं न उत्पद्यते अतः अतः अत्र कारणता ज्ञायमानस्य ततः कारणता इति उच्यते कार्यं यथा यथा यथा उत्पद्यते यदा तदा उत्पद्यते यदा यदा ज्ञानं यदा ज्ञानं भवति यदा यदा ज्ञायमानं भवति यदा सम्बन्धव्याप्तिज्ञानं वा शक्ति वा शक्तिज्ञानं वा ज्ञायमानं भवति तदा एव तदानीं अहं सम्यक् न वदामि अत्र कार्यं भवति कार्यं ज्ञानं भवति शब्दबोधः भवति सम्यक् उक्तवती तथैव अस्ति अस्तु अस्तु कारणता ज्ञायमानस्य ततः कारणता इति उच्यते अत्र कार्यं किं कारणं किं कार्यम् इति अनुमतिस्थले अनुमतिज्ञानं शाब्दबोधस्थले शाब्दबोधकमेव कार्यं शब्दात् यत् ज्ञानं भवति शाब्दबोधं तद् स एव कार्यं कारणम् इति अनुमति धूमबन्धिस्तरे कारणम् इति प्रत्यक्ष धूमप्रत्यक्षम् अपि च व्याप्तिज्ञानं द्वौ अपि कारणे खलु सत्यम् अस्तु तथैव शाब्दबोधस्थले शाब्दबोधस्थले पदं ईश्वर इच्छा शक्तिः अस्तु किन्तु अत्र अत्र अत्र प्रथमसोपाने तत् प्रत्यक्षं भवति अतः किन्तु यत् द्वितीयसोपाने यद् भवति तदेव ज्ञायमानं भवति किल इत्युक्ते प्रत्यक्षं एव तत्र किं वदामः आङ्ग्लभाषायां सफिशियण्ट् नास्ति सत्यं तत्र ज्ञानमानस्य इति कारणता एव कारणतायाः विशेषः न वा ज्ञायमानस्य ततः कारणता विद्यमानस्य ततः कारणता ज्ञायमानं किं पर्वतः वह्निमान् इति ज्ञानार्थं यथा भवती उक्तवती धूमप्रत्यक्षम् अपि च व्याप्तिज्ञानम् तदेव शाब्दबोधस्थले ध्वनिश्रवणं पदश्रवणं प्रत्यक्षं श्रवणप्रत्यक्षम् अपि च पदस्य शक्तियुक्तं पदम् अस्ति ज्ञानं, शक्तियुक्तपदम् अस्ति इति ज्ञानं. अस्तु स्पष्टम्. आं शक्तियुक्त पदं इति कारणं न्यायमानस्य कारणता. ओ अस्तु, न्यायमानस्य ततः कारणता इति उच्यते. ओ अस्तु. एतत् पदम् ईश्वर इच्छारूपशक्तियुक्तबोधकपदम् इति ज्ञानम् अपेक्षितम्. अस्तु, पदार्थस्य ज्ञानम्. ज्ञायमानकारणता तस्य पूर्वं विद्यमानकारणता आवश्यकमस्ति. अस्तु, यदि धूमं न प्रत्यक्षं भवति तदा व्याप्तिज्ञानं न आगच्छति न. सो विद्यमानत्वं प्रथमं सोपानं भवति ज्ञायमानस्य पूर्वं. किं कारणं, किं कार्यं पूर्वं? धूमप्रत्यक्षं विद्यमानत्वम् अस्ति तदहि अनन्तरं व्याप्तिज्ञानम् आगच्छति न, यत्र यत्र धूम तत्र तत्र वहनी. धूमं विद्यमानं भवेत्, धूमः विद्यमानं भवेत्, किन्तु तत्र कारणता अस्ति वा? बोधक अस्ति न, विद्यमान धूम बोधक अस्ति. अत्र न पर्वते विद्यमानः धूमः बोधकः. यदि अहं ध्वनि शब्द न श्रवणं करोमि तत् कथम् अहं तस्य अर्थं जानामि? विद्यमानत्वं पूर्व प्रथमं सोपानं भवति, तदनन्तरं ज्ञायमानकारणता आगच्छति इति. तत्र विद्यमानं कारणता इति न वक्तुं शक्नुमः. धूमः विद्यमानः भवेत् इति सत्यं, पदं श्रूयमाणं भवेत् इति सत्यं, किन्तु तत्र कारणता कथम् आगच्छति प्रायः कठिनः भवति तथा वदामश्चेत्. किन्तु विद्यमानं महोदय उक्तवान् शब्दात् शब्दबोध उत्पद्यते. अस्तु, ज्ञानात् ज्ञानम् उत्पद्यते. कथं ज्ञानात्, प्रथमं ज्ञानम् अस्ति विद्यमानत्वम्. अस्तु, ज्ञानं विद्यमानत्वम्. अहं चिन्तयामि महोदय, अत्र यदा एकः सम्बन्धः अस्ति द्वितीयः सम्बन्धः भवति जानीमः, तदा तावत् वयं न जानीमः अर्थशक्तिः कः अस्ति पदे, अपि तत्र तत् जानीमः, तस्य ज्ञातव्यः एव, तदनन्तरम् एव वयं ज्ञातुं शक्नुमः पदस्य अर्थः कः. अर्थशक्तिः तु जानीमः पूर्वमेव, अपि च तथैव वह्निपर्व धूमवानपर्व तत्र अस्माभिः पूर्वं ज्ञातं पर्वतः धूमवान् तत्र व्याप्तिज्ञानमस्ति, तत् पूर्वं भवेत् तत् तदनन्तरम् एव तत्र ज्ञायमानसः एव ज्ञायमानस्य स्वतः कारणतः भवति. तथा वक्तुं शक्नुमः, अवगच्छामि. पूर्वं यद् व्याप्तिज्ञानम् अपेक्षितम् अपि च शक्तिज्ञानम् अपेक्षितं, तथा पूर्वं तत् विद्यमानं भवेत् इति इति भवति सत्यं, तथा भवति. अस्तु, अपि च लक्ष्मी भगिनी अन्तिमवाक्यं वैज्ञानिककारणता इत्यपि शक्नुमः वक्तुं. वैज्ञानिककारणता इत्युक्ते अहं चिन्तयामि विशेषज्ञानम् अपेक्षितम् इति. अत्र विशेषज्ञानम् इत्युक्ते सम्बन्धज्ञानं खलु. अत्र ज्ञानात् ज्ञानात् विज्ञानं सैन्स् इति न, वैज्ञानिक इत्युक्ते ज्ञानात् जायते, व्याप्तिज्ञानात् जायते, अथवा शक्तियुक्तं पदम् इति ज्ञानात् ज्ञानं कार्यं जायते इति. ज्ञायमानस्य कारणतः अथवा वैज्ञानिक क्षम्यतां महोदय, चिन्तयामि ज्ञायमानस्य स्वतः कारणता तत् वैज्ञानिककारणता अपि वक्तुं शक्नुमः. हा तथैव समानपदम् ज्ञानपूर्वककारणता वैज्ञानिक ज्ञानपूर्वक पूर्वं ज्ञानं भवेत् तादृशकारणता. प्रश्नमस्ति वा, प्रश्नः अस्ति वा? एवं च सर्वेषु कार्यकारणभावेषु समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति प्रथमविभागः, साधारणकारणम् असाधारणकारणम् इति तृतीय, फलोपहितत्वं स्वरूपयोगत्वम् इति तृतीय, विद्यमानस्य सत्तः कारणता वैज्ञानिककारणता इति चतुर्थ इति एवं चतुरः विभागान् सम्यक् आलोच्य तत्र तत्र व्यवस्था ज्ञेव. कार्यं प्रति के के कारणानि सन्ति तस्य च विभजनम् इदं दत्तमस्ति. चत्वार विभागाः सन्ति. प्रथमभागमस्ति कार्यकारण प्रति समवायिकारण असमवायिकारण निमित्तकारणं. द्वितीयविभागः अस्ति साधारणकारणं यथा ईश्वरज्ञान इच्छा प्रयत्नं कृति इत्यादि. असाधारणकारणं यथा गन्धवती पृथ्वी इति भवति असाधारणकारणं महोदय. विशेषगुण अस्ति तत्र असाधारणकारणम् इति द्वितीयकारणं. तृतीयकारणं फलोपहितत्वं स्वरूपयोग्यत्वं यदा गतसप्ताहे पठितवन्तः, इदानीं विद्यमानस्य सत्य कारणता अपि ज्ञानमयस्य वा वैज्ञानिककारणता इति चतुर्थकारणम् इति अस्ति. एते सर्वे चतुर्विधकारणानि सन्ति कार्यं प्रति. तत्र असाधारणकारणानि के के कानि कानि कोऽपि स्मरति वा? विशेषतया इत्युक्ते घटोत्पत्तिस्थले दण्डचक्रादि इति कुलालः इति तत्सर्वम् असाधारणकारणः भवति खलु. साधारणकारणं तु निमित्तकारणं भवति न दण्ड इति. निमित्तं सत्यं किन्तु तत्र असाधारणभागे आगच्छति. निमित्तकारणं पूर्वविभागः प्रथमविभागः. साधारणकारणम् इति इत्युक्ते किं का वदन् अस्ति? इत्युक्ते ईश्वरकारणं भिन्न किम् इति अहं सम्यक् न जानामि. साधारणकारणं घटोत्पत्तिस्थले साधारणकारणं किं राजेन्द्रमहोदय वदन् आसीत् किं साधारणकारणानि? साधारणकारणानि यथा दिक् काल ईश्वर इच्छा कृतिः प्रयत्नः अपि च अदृष्टमपि अस्ति तत्र धर्म अधर्म तत्र असाधारणकारणानि भवन्ति प्रायशः सर्वे सर्वे न स्मरामि इदानीं. प्राग्भावः साधारणकारणानि तु सर्वेषु कार्येषु भवन्ति भवन्ति. असाधारणकारणानि तु विशेषकारणानि किञ्चित् कार्यविशेषप्रति असाधारणकारणानि भवन्ति यथा यथा गन्धवती पृथ्वी तत् असाधारणकारणम् अस्ति, अपि च शीत शीतस्पर्श जलं तत् जले असाधारणकारणम् अस्ति जलस्य अव्याप्ति व्याप्ति असम्भवदोषरहितकारणानि लक्षणं यथा लक्ष्ये अस्ति. अस्तु, प्रश्नः अस्ति वा अस्मिन्? इति एषः विषयः समाप्तः, कार्यकारणविषयः. चतुर्विधकारणविभजनं कृत्वा तत्र विषयः समाप्यते. तत्र अहं न अवगतवती, तत्र यत्र समवायि असमवायिकारणं यत्सर्वम् अस्ति तद् अनन्तरं यत्र असाधारणकारणम् इति अस्ति, तत्र द्वयोः कः भेदः? तत्र समवायि असमवायिनिमित्तकारणम् एतत् सर्वं किम् इति अवगच्छामि. असाधारणकारणम् इत्युक्ते तयोः द्वयोः मध्ये किमपि ओवर्लाप् अस्ति वा? हा, प्रायः तत्र असाधारणकारणानि पूर्वमुक्तं, साधारणकारणानि दिक्कालः, ईश्वरेच्छाकृतिः, प्रागभावः, धर्म अधर्मः, तद्भिन्नानि सर्वाणि असाधारणकारणानि. तत्र आगच्छति समवायिकारणम्. अस्तु, इत्युक्ते असाधारणकारणमिति बृहत् तत्र बृहद्देशः अस्ति, ते तस्मिन् समवायिकारणम् असमवायिकारणं निमित्तकारणम् इति सर्वम् अन्तर्भवति. असमवायिनिमित्तकारणानि विहाय इतोपि असाधारणकारणानि सन्ति वा? एतेषां अहं चिन्तयामि त्यक्त्वा तत् असाधारणकारणानि भिन्नश्रेणी अस्ति. समवायिकारणं तु समवायः तु नित्यः सम्बन्धः, तत् कारणात् तत् एकमेव नित्य समवायः अस्ति जगति. तत् समवायिकारणम् अपि च अनन्तरम् अस्ति असमवायिकनिमित्तकारणं, परन्तु असाधारणकारणं तत्र भिन्नभिन्न भिन्नभिन्न असाधारणकारणानि भवन्ति द्रव्ये प्रति द्रव्येषु प्रति द्रव्यस्य प्रति. एकवारं तदा तथा अस्ति, एकवारं महोदयेन उक्तं समवायिकारणं असमवायिकारणं तद्भिन्न सर्वे निमित्तकारणानि, तद्भिन्न निमित्तकारणं. तत् अहं स्मरामि, परन्तु इदानीम् असाधारणकारणम् इत्युक्ते किम् किम् अन्तर्भवति तत्र? समवायि असमवायि निमित्तकारणानि एव तत्र अन्तर्भवन्ति वा? सत्यं. अपि च तान् तानि कारणानि विहाय इतोपि असाधारणकारणेषु इतोपि किमपि अन्तर्भवन्ति वा? एतावता अस्माभिः तादृशमेव दृष्टम्. अन्यत् किमपि आगच्छति वा इति अहं तु न जानामि. तर्हि असाधारणकारणविषये अधिकं न पठितम् इति वा? तत्र समवायि असमवायि निमित्त इति तत्र अन्तर्भूतानि तत्र. अस्तु, तत् सम्यक्तया न पठितं वा अस्माभिः? अस्तु, प्रायशः असाधारणकारणानि बहु पूर्वं पठितवन्तः, तत् कारणात् सम्यक्तया न स्मरामि, परन्तु भिन्नाः सन्ति असाधारणकारणानि, भावाः सन्ति प्रति द्रव्यस्य प्रति किञ्चित् विशेष अस्ति यत् यत् कारणात् तत्र धलसार्थक्यं भवति. किन्तु अपि च अग्रे आगच्छति साधारणकारणविषये महोदयेन उक्तं प्रतिबन्धकभावः इत्यपि साधारणकारण इति अग्रिमविषयः. किन्तु असाधारणकारणानि केवलं तत्र त्रयः विभागः, समवायी असमवायी तत्र द्विधमस्ति निमित्तम्. अस्तु, एतावता तथा एव मम अवगमनमस्ति. अग्रे किम् अस्ति वा इति द्रष्टव्यम्. अस्तु महोदय, धन्यवादः. अन्य प्रश्नः अस्ति वा? सर्वं स्पष्टम्? अस्तु, तर्हि समापयामः. धन्यवादः, धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः.